पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 136 पार्वत्युवाच साभ्रमत्यपि यान् देशान् नन्दिकुण्डाद्विनिःसृता गच्छन्ती पावयामास कान् कान् देशान्वदस्व मे चकारकानि तीर्थानि विलङ्घ्यार्बुदपर्वतम् सूद उवाच इति तत्रोदिते देव्या महादेवस्य विश्वराट उवाच वचनं तां वै पार्वतीं विश्वमोहिनीम् महादेव उवाच नन्दिकुण्डात् प्रथमदस्तीर्थात् परमपावनाद कपालमोचनं तीर्थं मुनिभिः सम्प्रकारितं सर्वतेजोधिकं तीर्थं पावनात् पावनं परम् अत्र मया परित्यक्तं कपालं ब्रह्मसंज्ञकम् कपालमोचनं तीर्थमदो जातं हि पार्वति पावनं सर्वभूतानां प्रकटं लोकविश्रुतं कपालकुण्डमाख्यातं तत्तीर्थं तीर्थराजकं यत्र देवास्तथा नागा गन्धर्वा किन्नरादयः निवसन्ति महात्मानस्तीर्थे वै निर्मले शुभे त्रैलोक्ये विश्रुतं तीर्थं दानदं मुक्तिदायकम् तत्र स्नात्वा शुचिर्भूत्वा कपालेशं प्रपूजयेद उपोष्य रचनीमेकां कृत्वा ब्राह्मणभोजनं तत्रापि वस्त्रदानेन अग्निहोत्रफलं लभेद तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः संत्यज्य देहमात्मानं शिवलोकं व्रजेद्ध्रुवम् अस्मिंस्तीर्थे पुरा स्नानात् सौदासो ब्रह्महत्यया मोचितो विमलं ज्ञानं प्राप्तवान् वै सुरेश्वरी भागीरथ्यान्वये जादसुदासाख्यो महाबली तस्य पुत्रो मित्रसहस्रसौदासेदि च विश्रुतः वसिष्ठशापदः प्राप्तः सौदासो राक्षसीं तनुम् साभ्रमत्यां कृतस्नानो विमुक्तशापजातखात् अत्र गङ्गा च यमुना गोदावरी सरस्वती नन्दितीर्थे वसन्त्येताः पवित्राः पुण्यदाः सदा गोदानं भूमिदानं च शय्यादानं तथैव च कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः एतद्दानसमं प्रोक्तं साभ्रमत्यावगाहनम् यत्र वै सकलान्येव पतितानीह भूतले वारिणा स्पर्शमात्रेण शुद्धत्वं यान्दितान्यपि अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः पितरस्तस्य सन्तुष्टा गच्छन्ति परमं पदम् यदाख्यानकं दिव्यं ये शृण्वन्ति नराः सदा सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमाप्नुयुः कर्मणा मनसा वाचा ये स्तुवन्ति महेश्वरं न तेषां विद्यते दुःखं यावदाभूदसंप्लवम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे नन्दितीर्थमहिमा नाम षट्त्रिंशाधिकशततमोऽध्यायः ॐ